गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदिविश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् उपमानखण्डः आरब्धः गते वदे वर्गे तत्र उपमितिकरणम् उपमानम् उपमानम् इति प्रमाणम् उपमानप्रमाणेन यज्ज्ञानं जायते तस्य नाम अस्ति उपमितिः इति संज्ञा संज्ञी सम्बन्धज्ञानम् उपमितिः तर्हि उपमितिः इत्युक्ते किम् इति चेत् संज्ञा अपि च संज्ञया निर्दिष्ट यः संज्ञी अस्ति तयोः मध्ये यः सम्बन्धः अस्ति तस्य सम्बन्धस्य ज्ञानमेव उपमितिः तत्करणं सादृश्यज्ञानम् तर्हि सादृश्यज्ञानम् एव उपमानम् इति भवति अतिदेशवाक्यार्थस्मरणम् अवान्तरव्यापारः केवलं सादृश्यज्ञानमस्ति चेत् उपमानज्ञानं प्राप्तुं शक्यते इति न तत्र अतिदेशवाक्यार्थस्मरणम् अपि भवेत् अतिदेशवाक्यार्थस्मरणं कथं जायते इति चेत् अन्येन येन केनापि उक्तं भवेत् तत्र नूतनपदं यदस्ति गवयः इति उदाहरणं तत् प्रथमम् अन्येन वक्तव्यं गोसदृशं पिण्डं गोसदृशः गवयः इति वाक्यं तेन वक्तव्यं तेन किं जायते शाब्दबोधः जायते शाब्दबोधे गोसदृशः गवयः इति शाब्दबोधे गवय इति शब्देन गवयपदवाच्यसंज्ञी या अस्ति यः अस्ति तज्ज्ञातं वा इति चेत् न केवलं गवय इति पदं पदज्ञानमेव प्राप्तम् इति मनसि भवेत् तर्हि तेन ज्ञानेन अत्र संस्कारः जायते तस्य संस्कारस्य उद्बोधः जायते यदा वने गत्वा गवयं पश्यामः तत्र सादृश्यज्ञानं प्राप्नुमः सादृश्यज्ञानम् इत्युक्ते अत्र गोः अस्माकं गौः अस्माकं पुरतः अस्ति अपि च गवयः अस्ति तत्र तुलना कृत्वा ओ अनयोः मध्ये सादृश्यमस्ति इति नास्ति सादृश्यज्ञानम् इत्युक्ते केवलं तत्र प्रत्यक्षं किन्तु प्रत्यक्षे गवयस्य प्रत्यक्षे किम् अस्माभिः दृश्यते इति चेत् तत्र लाङ्गूलविषाणकुरादिकं यद् गवी अस्ति तत् पश्यते तर्हि गवयस्यैव प्रत्यक्षं जायते किन्तु गवये एतादृश अवयवाः सन्ति इति अपि ज्ञानं प्राप्यते तेन एव अत्र संस्कारस्य उद्बोधः भवति यत् पूर्वम् अस्माभिः श्रुतं गोसदृशः गवयः इति वाक्यं श्रुतं तेन यः संस्कारः जातः तस्य संस्कारस्य उद्बोधः सादृश्यज्ञानेन जायते तदनन्तरं किं कुर्मः किं भवति वाक्यस्मरणं भवति तदनन्तरम् ओ गवय इति संज्ञा यद् आरण्यकेन उक्तः अस्ति स च संज्ञा पदवाच्यः कः इति चेत् मम पुरतः यः गवयः अस्ति तदेव इति ज्ञानं प्राप्यते तदेव पट्टिकायां दत्तमस्ति प्रथमम् आरण्यकवाक्यजन्यबोधः शब्दः भवेत् तेन संस्कारः जातः अस्तु तदनन्तरं प्रत्यक्षसादृश्यज्ञानं भवति एतत् सादृश्यज्ञानमेव उपमानम् इति कथ्यते तर्हि आरण्यकेन यदुक्तं तस्य नाम किम् इति चेत् उपमानं नास्ति गोसदृशः गवयः इति यत् सः वदति तदेव उपमानं वा इति चेत् न यदा वयं गवयं साक्षात् पश्यामः यस्मिन् अवयवाः सन्ति अवयवान् दृष्ट्वा तत्र सादृश्यज्ञानं प्रत्यक्षेन प्राप्यते तदनन्तरं सादृशज्ञानेन वाक्यार्थस्मरणं भवति, तत् संस्कारस्य उद्बोधः जायते, तेन संस्कारेण संस्कारमात्रजन्यज्ञानं स्मृतिः, तेन स्मृतिः जायते। तदनन्तरं संज्ञा यद् आरण्यकेन उक्तं गवयः इति संज्ञा, अपि च प्रत्यक्षेन या संज्ञी अस्माभिः दृष्टं, तयोः मध्ये संज्ञासंज्ञी सम्बन्धः अस्ति, तस्य सम्बन्धस्य ग्रहणं भवति, तदेव शक्तिः इत्युच्यते, तस्य ग्रहणं भवति, तदा उपमितिः इति उपमितिः जायते। गवयत्व ततः परम् अयं गवयत्वविशिष्टः गवयपदवाच्यः इति शक्तिग्रहः उत्पद्यते। तथा अनुमानशब्दयोः इव अत्रापि भवति क्रमः इति उक्तं, तत्सर्वम् अस्माभिः चिन्तितं। तर्हि किञ्चिदस्ति अवशिष्टं, तत् पठेम। अस्तु, सत्यभौमभगिनी आरब्धं करोति वा? आम् महोदय। 286 अत्र च इति आरभ्य। अत्र च आदिदेशवाक्यार्थस्मरणम् एव यस्य पुरुषस्य अस्ति न सादृश्यज्ञानम्, तस्य कश्चित् गोसदृश्यवान् गवयपदवाच्यः इति ज्ञानसम्भवे अपि सा व्यक्तिः का इति निश्चयं न स्यात्। चक्षुषा तु सदृश्य गवये गृहीते इयं पिण्डव्यक्तिरेव गवयपदवाच्या इति निश्चयः भवति इति सदृश्य प्रत्यक्षस्य अस्ति अपेक्षा। सर्वत्र सदृश्य इति पठति, प्रत्यक्षस्य अस्ति अपेक्षा। सदृशस्य भावः सादृश्यं, श्यै प्रत्ययः, सदृशं योगः श्यै, सादृश्यं तद्धितप्रत्ययः अस्तु। सादृश्यप्रत्यक्षस्यास्ति अपेक्षा। इदानीम् आदिदेश्यवाक्यात् स्मरणमेव यस्य पुरुषस्य अस्ति न सादृश्यज्ञानम्। आदिदेश्यवाक्यार्थस्मरणम् इत्यनेन किमुक्तम् इति चेत्, यदा सः तस्य कश्चित् गोसदृशवान् गवयवाच्यपदः इति काचन व्यक्तिः अस्ति, यदा सः तस्य प्रत्यक्षं यदा चक्षुषा पश्यते तत्र किं ज्ञानम् उत्पद्यते इति चेत्, चक्षुषा तु सदृशे गवये गृहीते इयं पिण्डव्यक्तिः एव, अस्मिन् पिण्डे एव पूर्वं यद् गवया पदम् इति उक्तमस्ति तद् अस्मिन् पिण्डे एव पदवाचः एतत् पिण्डमेव इति ज्ञानं तदा उत्पद्यते इति सदृश्यप्रत्यक्षस्य अस्ति अपेक्षा इति न भवती किम् अत्र अस्मिन् परिच्छेदे किमस्ति इति वदतु, भवती अन्यत् किमपि उक्तवती, अस्मिन् परिच्छेदे किमस्ति? आदिदेशवाक्यार्थस्मरणमेव यस्य पुरुषस्य अस्ति न सदृश्यज्ञानम्। अहं प्रश्नं पृच्छामि, तस्य उत्तरम् उक्त्वा तदनन्तरं वदति चेत् इतोपि समीचीनबोधः जायते। आं महोदय। तर्हि उपमितिज्ञानार्थम् उपमितिज्ञानं जायेत, तदर्थं कानि ज्ञानानि आवश्यकानि वदति वा? तदर्थम् आदिदेश्यवाक्यार्थज्ञानम् अपेक्षितं, सदृशज्ञानम् अपेक्षितम्, तयोः मध्ये कश्चित् सम्बन्धः अस्ति तदपि अपेक्षितम्। तयोः मध्ये ज्ञानयोः मध्ये सम्बन्धः अस्ति किम्? सज्ञसज्ञयोः मध्ये पद अपि च पदवाक्योः मध्ये शक्तिः अस्ति खलु, तस्य बोधः अपि अवश्यम्। न, यदि तस्य बोधः जातः तर्हि उपमितेः आवश्यकता एव नास्ति। उपमितिः नाम का? गवय इदानीं अधिदेश्य वाक्यार्थज्ञान शब्दैः वदतु भवत्याः अवगमनं किमिति उपपीति इति चेत् पदम् अपि च खडम् इति पदं यदि यदा अहं श्रूयते अत्र काचन वर्णाः सन्ति परन्तु तत् किं भवति इति खडम् इति एकपदार्थम् अस्ति खलु तस्य एव उत्पत्ति अनेन पदेन ग्रहणम् इति एव पदस्य पदवाच्य उपमितिः इत्युक्ते किम् प्रश्नः उपमितिः इति ज्ञानमस्ति खलु उपमितिज्ञानं केन प्रमाणेन जायते स्मरणेन अपि च प्रत्यक्षेन प्रमाणद्वयमपि अवश्यं स्मरणमिति प्रमाणं किम् नास्ति प्रत्यक्षप्रमाणं प्रमाणं प्रश्नं श्रुत्वा वदति शब्दप्रमाणं प्रत्यक्षप्रमाणम् इति वा उपमितिज्ञानम् अनुमितिज्ञानं केन प्रमाणेन जायते अनुमानप्रमाणमिति वा एवम् उपमितिज्ञानं केन प्रमाणेन जायते उपमितिकरण उपमानप्रमाणम् इति वक्तव्यं खलु हा उपमानप्रमाणेन उपमितिः जायते अस्तु तर्हि इदानीम् उपमितिः इत्युक्ते किम् उपमिति इत्युक्ते उपमितिकरणम् उपमिति एव अत्र ज्ञानम् हा इत्युक्ते ज्ञानम् इत्युक्ते यदि अहं प्रत्यक्षेन पश्यामि तदपि उपमितिः तदपि ज्ञानं खलु उपमितिः इत्युक्ते ज्ञानम् इति चेत् प्रत्यक्षे अतिव्याप्तिः भवति उपमितिः नाम का यदि उपमानेन ज्ञायते तादृशज्ञानमेव उपमानज्ञानं किन्तु उपमानप्रमाणेन तर्हि अस्तु वदतु संज्ञासन्निसम्बन्धज्ञानम् इति वा आम् आ संज्ञासन्निसम्बन्धज्ञानम् उपमितिः अस्तु तत्र शाब्दबोधः अपि इत्युक्ते संज्ञा सङ्घी अनयोः मध्ये यः सम्बन्धः अस्ति तदेव शक्तिः तस्य नाम अस्ति शक्तिः संज्ञा इति पदं सङ्घी इति व्यक्तिः तयोः मध्ये यः सम्बन्धः अस्ति तस्य नाम अस्ति शक्तिः शक्तेः ग्रहणं यदा जायते तदेव उपमितिः किन्तु यदि तादृशं वदामः तदा किं भवति शाब्दबोधे अतिव्याप्तिः भवति शाब्दबोधं किम् शक्तिग्रहणमेव खलु पदे विद्यमान कश्चन शक्तिः हा तर्हि शाब्दबोधे अतिव्याप्तिः भवति यदि केवलं ज्ञानमिति वदामः उपमितिः इत्युक्ते किं ज्ञानम् इति वदामश्चेत् प्रत्यक्षे अतिव्याप्तिः भवति यदि केवलं शक्तिग्रहः इति वदामश्चेत् शाब्दबोधे अतिव्याप्तिः भवति शाब्दबोधे अपि शक्तेः एव ग्रहणं क्रियते खलु आं महोदय इति कृत्वा तत्र इतोपि किञ्चित् वक्तव्यं तर्हि मम प्रश्नं प्रथमं यत् पृष्टं मया उपमितिज्ञानार्थं कानि ज्ञानानि आवश्यकानि वदति वा प्रत्यक्षज्ञानं तादृशं वक्तव्यं वा न भवती कथम् अवगच्छति तादृशं वदतु यदि तादृशं वक्तव्यं वा इति अहमेव उत्तरं वदामि चेत् कः लाभः अहं वदामि प्रथमं अनुमानज्ञानम् अपि च प्रत्यक्षज्ञानं द्वयमपि अपेक्षितम् अनुमानज्ञानम् आवश्यकं किम् अनुमानज्ञानं नास्ति, किन्तु पदवाच्यं कुत्र पतति? उपमानं, क्षम्यताम्, क्षम्यतां, भ्रमः कारितः. प्रातःकाले उत्थितवती, उत्थितवती किन्तु अत्र उपमिति इति उपमानमिति पदं वा प्रयोगं करोतु. यथा अनुमाने अनुमानम् अनुमितिज्ञानं जातुं चत्वारि ज्ञानानि आवश्यकानि इति अस्माभिः अधीतं खलु. पक्षधर्मताज्ञानं, व्याप्तिज्ञानं, व्याप्तिज्ञानं उभयोः तत्र परामर्शः जायते, परामर्शेन अनुमितिः जायते इति अवगतं खलु. एवम् उपमितिज्ञानार्थं कानि ज्ञानानि आवश्यकानि? पदज्ञानं, सादृश्यज्ञानं, सम्बन्धज्ञानं. न कुत्र पठति एतत् सर्वं? प्रीवियस् पेज् मध्ये शक्तिज्ञानम् इत्यस्य अधोभागे पदज्ञानम् इति दत्तमस्ति, संस्कारः पदज्ञानम्. न तत्तु भिन्नं भगिनि, इत्युक्ते तत्र व्याप्तिज्ञानं कस्मिन् क्रमे जायते अनुमाने, शक्तिज्ञानं शाब्दबोधे शक्तिज्ञानं केन क्रमेण जायते इति उक्तम्. एवम् उपमितिज्ञाने उपमितिज्ञानं केन क्रमेण जायते इति उक्तं. महोदय, प्रथमं प्रथमं श्रूयते तद् शब्दज्ञानमस्ति. अस्तु, रमेश महोदय वदतु. उपमितिज्ञानं जातुं कति ज्ञानानि अपेक्षितानि? संज्ञायाः ज्ञानं भवेत्, संज्ञस्य प्रत्यक्षज्ञानं भवेत्, तयोः मध्ये यत् अस्ति तत् तस्य शाब्दबोधज्ञानं भवेत्. इत्युक्ते गौसदृशः गवयः इति यत् शब्दप्रमाणमस्ति तदपि भवेत्. अस्तु, इतोपि किञ्चित् स्पष्टतया स्मरणं भवेत्. हा, शाब्दज्ञानं भवेत् इति नास्ति. शाब्दज्ञानं पूर्वमेव जातं, तदनन्तरं तेन संस्कारः जातः. संस्कारेण स्मरणम् आवश्यकं खलु? हरि ओम्. श्रूयते वा महोदय? तर्हि ज्ञानद्वयम् आवश्यकं, केवलं ज्ञानद्वयम् आवश्यकम् उपमिति ज्ञानार्थं. यथा अनुमानज्ञानार्थं पक्षधर्मताज्ञानं, व्याप्तिज्ञानं, उभाभ्यां परामर्शज्ञानं, परामर्शेन अनुमितिः इति क्रमः अस्ति. एवम् अत्र कानि ज्ञानानि अपेक्षितानि? अत्र इत्युक्ते उपमिति इत्यत्र कानि ज्ञानानि अपेक्षितानि इति चेत् ज्ञानद्वयम्. एकं सादृश्यज्ञानं. सादृश्यज्ञानं नाम किं? प्रत्यक्षज्ञानं. गवयस्य प्रत्यक्षज्ञानम् आवश्यकम्. अपि च यद् पूर्वम् अस्माभिः श्रुतम् अतिदेशवाक्यार्थवाक्यं गोसदृशः गवयः इति वाक्यं यत् श्रुतं, तेन यः संस्कारः जातः तेन संस्कारेण स्मरणमपि भवेत्. तर्हि आहत्य ज्ञानद्वयम् आवश्यकम्. यथा अनुमितेः अनुमितिः उत्पादनीयं चेत्, उत्पादनीया चेत् परामर्शज्ञानं विना अनुमितिः न जायते. तर्हि परामर्शज्ञानम् आवश्यकम्. परामर्शज्ञानार्थं किम् आवश्यकम्? पक्षधर्मताज्ञानं, व्याप्तिज्ञानम् उभयमपि आवश्यकमिति यथा वदामः, तथा अत्र उपमितिज्ञानार्थं ज्ञानद्वयम् आवश्यकम्. प्रथमं तु प्रत्यक्षज्ञानं. गवयः प्रत्यक्षेन दृश्यते इति एकं. द्वितीयम् अतिदेशवाक्यार्थस्मरणम् इति ज्ञानद्वयम् आवश्यकम्. अन्यत् किमपि न आवश्यकम्, केवलं ज्ञानद्वयम्. अतिदेशवाक्यार्थस्मरणम् इति एकं ज्ञानं, प्रत्यक्षज्ञानं गवयस्य प्रत्यक्षज्ञानम् इति द्वितीयं ज्ञानम्, उभाभ्यां ज्ञानाभ्याम् उपमितिः जायते. उपमितिः नाम का? संज्ञासंज्ञयोः मध्ये यः सम्बन्धः अस्ति तस्य ग्रहणमेव उपमितिः. अस्तु, तर्हि अस्मिन् परिच्छेदे किं चिन्तितम् इति चेत्, यदि एकं ज्ञानं नास्ति, पश्यतु अत्र च अतिदेशवाक्यार्थस्मरणमेव यस्य पुरुषस्य अस्ति न तु सादृश्यज्ञानम्, तर्हि अतिदेशवाक्यार्थस्मरणम् इत्यस्मात् उपरि वन् इति स्थापयतु, सादृश्यज्ञानम् इत्यत्र टु इति स्थापयतु, तर्हि आहत्य ज्ञानद्वयम् आवश्यकम्. अतिदेशवाक्यार्थस्मरणम् इति एकं, सादृश्यज्ञानम् इति द्वितीयम्. यदि अतिदेशवाक्यार्थस्मरणमेव यस्य पुरुषस्य अस्ति न सादृश्यज्ञानं, प्रत्यक्षं ज्ञानं तस्मिन् नास्ति इत्युक्ते गवयं गवयः तेन न दृष्टः, तस्य कश्चित् गोसदृश्यवान् गवयपदवाच्यः इति ज्ञानसम्भवे अपि, इत्युक्ते अत्र अतिदेशवाक्यार्थस्मरणमस्ति तस्मिन्, स्मरणस्य विषयः कः? गोसदृश्यवान् सादृश्यवान् गवयपदवाच्यः इति. यद्यपि तस्मिन् ज्ञानं स्मरणात्मकज्ञानं जातुम् अर्हति, किन्तु सा व्यक्तिः का इति निश्चयः न स्यात्. चक्षुषा तु सादृश्ये गवये गृहीते सति, स्मरणम् अस्ति तदनन्तरं प्रत्यक्षेण सः गवयं पश्यति, प्रत्यक्षेण दृष्ट्वा तत्र सादृश्यमपि प्रक्षेप गृह्यते. सादृश्ये गवये गृहीते सति इयं पिण्डव्यक्तिरेव गवयवापादवाच्या इति निश्चयः, तदेव शक्तिग्रहः. संज्ञा गवय इति संज्ञा, गवय इति पदार्थः, संज्ञासंज्ञोः महे यद् यः सम्बन्धः अस्ति शक्तिः, तस्य ग्रहणं भवति इति सादृश्यप्रत्यक्षस्य अस्ति अपेक्षा. तर्हि अस्य पङ्क्तेः आशयः कः, अस्याः पङ्क्तेः आशयः कः इति चेत्, केवलम् अतिदेशवाक्यार्थस्मरणं जातं चेत्, प्रत्यक्षज्ञानं न प्राप्तं चेत् उपमितिः न जायते इति एव उक्तम्. अग्रिमे परिच्छेदे यदि प्रत्यक्षज्ञानमेव अस्ति, स्मरणं न जातं चेत् किं भवति इति उक्तं. सत्यभामा भगिनी, बुद्धं किम्? बुद्धं महोदय, क्षम्यता. हा, किन्तु अन्यद् किमपि अत्र किं चिन्तितवती? एतत् ज्ञानमस्ति खलु, प्रथमज्ञानं स्मरणं, तद् शब्दबोधः इति अहं चिन्तितवती. न न, नास्ति. इत्युक्ते वाक्यार्थमेव शाब्दबोधः एव तत्, सत्यं शाब्दबोधमेव तत्. अतः शाब्दबोधः कदा जायते? यदा वयं किञ्चित् शब्दं शृणुमः, तस्मात् एकं ज्ञानम् उत्पद्यते, तदपि स्मरणेन एव उत्पद्यते. स्मृतिः अस्ति अत्र. हा, एकनिमिषम्. अत्र शाब्दबोधः कदा जायते इति चेत्, ह्यः यदा मया आरण्यकः दृष्टः, यदा आरण्यकेन उक्तं गोसदृशः गवयः इति, तदा ह्यः शाब्दबोधः जातः. किन्तु उपमितिः कदा जायते? यदा वयं अद्य वयं तादृशपिण्डं पश्यति तदा एव. तर्हि शाब्दबोधः ह्यः जातः, अद्य एव उपमितिः जायते. उपमितेः अत्र अस्माभिः सामान्यनियमः अस्ति खलु, कारणं कार्यस्य उत्पत्तेः पूर्वक्षणे भवेत्, सर्वदा भवेत्, कार्यादिकरणे भवेत्, कार्यादिकरणे भवेत्, पूर्वक्षणे भवेत्, सर्वदा भवेत् इति. तर्हि शाब्दबोधः इति वदति चेत्, शाब्दबोधः कदा जातः? ह्यः जातः. किन्तु उपमितिः इदानीं जायते, तर्हि शाब्दबोधः कार्यादिकरणे पूर्वक्षणे अस्ति किम्? नास्ति इदानीं तद् स्पष्टं जातम् शाब्दबोधः इति न वक्तव्यम्. शाब्दबोधः तु भवेत् किन्तु शाब्दबोधः उपमितेः कारणं नास्ति. शाब्दबोधेन संस्कारः जायते, संस्कारेण यत् स्मृतिः, या स्मृतिः जायते, यत् स्मरणं जायते, तदेव कारणं. तत् इदानीं जायते, स्मरणं जायते. तर्हि स्मरणं स्मरणस्य कारणं किं वदतु? स्मरणं पूर्वज्ञानम्. पूर्वज्ञानम् इत्युक्ते शब्दबोधः यदा यद् मया पूर्वं श्रुतं तेन मनसि. शाब्दबोधेन किं जायते? ज्ञानेन किं जायते? ज्ञानानन्तरं किं जायते? कः आत्मगुणः जायते? संस्कारः. संस्कारः जायते खलु? तदेव वक्तव्यं. अत्र शाब्दबोधेन स्मरणं जायते इति न वक्तव्यं. शाब्दबोधेन ज्ञानं, शब्देन शब्दप्रमाणेन ज्ञानं जायते. ज्ञानेन संस्कारः जायते. आत्मनि सत्मा संस्कारः उत्पद्यते. संस्कारेण स्मृतिः जायते. ओके, तर्हि इदानीं मम प्रश्नः अस्ति, पूर्वं शब्दः मया श्रुतः, तेन संस्कारः जातः. संस्कारः कुत्र अस्ति? आत्मनि अस्ति. संस्कारः कदा जातः? यदा मया शब्दं श्रुतं तस्मात् अग्रिमक्षणे संस्कारः जातः खलु. यदि आरण्यकः वदति गोसदृशः गवयः इति, टेन् टेन् टेन् इति समये वदति इति चिन्तयतु. तर्हि टेन् लेवेन् इत्यत्र ज्ञानं जायते, शाब्दबोधः जायते आत्मनि. तस्मात् अग्रिमक्षणे टेन् ट्वेल्व् इत्यत्र संस्कारः जातः. तर्हि संस्कारः इदानीम् अस्ति. संस्कारः बहुकालं तिष्ठति. ज्ञानसदृशं क्षणात्मकं नास्ति. ज्ञानं ज्ञानं केवलं क्षणद्वयमेव तिष्ठति. क्षणद्वयं तिष्ठति. अस्मिन् क्षणे उत्पद्यते, अग्रिमक्षणे संस्कारः तिष्ठति, तृतीयक्षणे नश्यति. नश्यति अस्मिन् क्षणे जायते, तस्मात् अग्रिमक्षणे संस्कारम् उत्पद्यते, तृतीयक्षणे नश्यति. तर्हि किन्तु संस्कारः बहुकालम् अस्ति. तर्हि इदानीं ह्यः मयि संस्कारः जातः, मम आत्मनि संस्कारः जातः. इदानीं संस्कारस्य उद्बोधः यदा भवति, तदा एव संस्कारेण स्मृतिः जायते खलु. तर्हि मम प्रश्नः अस्ति, संस्कारस्य उद्बोधः, उद्बोधस्य कारणं किम्? संस्कारस्य उद्बोधस्य कारणं सदृशज्ञानम् इति वक्तव्यं. तावदेव. प्रत्यक्षज्ञानं कथं जायते? यदा वयं प्रत्यक्षप्रमाणेन. कदा जायते इति नास्ति, कथं जायते, केन प्रमाणेन जायते? प्रत्यक्षप्रमाणेन यदा पश्यति चेत् चक्षुषा ज्ञायते. तावदेव वक्तव्यं, तावदेव वक्तव्यम्. इत्युक्ते प्रत्यक्षज्ञानार्थं किम् आवश्यकं? केवलम् इन्द्रियमेव आवश्यकं, चक्षुरिन्द्रियं. तस्मात् पूर्वं किमपि नास्ति. प्रत्यक्षज्ञानस्य अन्यज्ञानस्य अपेक्षा एव नास्ति. अतः एव प्रत्यक्षज्ञानं मूलप्रमाणम् इति उच्यते. प्रत्यक्षं विना अनुमानमपि न जायते. पक्षधर्मता केन कथं गृह्यते, केन प्रमाणेन गृह्यते महोदय? पुनः पृच्छतु. पक्षधर्मता केन प्रमाणेन गृह्यते? प्रत्यक्षप्रमाणेन खलु तर्हि प्रत्यक्षप्रमाणेन पक्षधर्मतां गृहीत्वा तदनन्तरं व्याप्तेः स्मरणमपि भवति तदनन्तरं परामर्शः जायते तदनन्तरम् अनुमितिः जायते इत्युक्ते अनुमितेः अनुमितिं जातुम् अत्र प्रत्यक्षप्रमाणस्य आवश्यकता अस्ति एवम् उपमितिं जातुमपि अत्र प्रत्यक्षप्रमाणस्य आवश्यकता अस्ति गवयं प्रत्यक्षेन गवयः प्रत्यक्षेन दृश्यते एव किन्तु प्रत्यक्षप्रमाणं जातुम् अन्यस्य किमपि कस्यापि आवश्यकता अस्ति वा इति चेत् न ज्ञानस्य आवश्यकता अस्ति वा इति चेत् न साक्षात् इन्द्रियेण गृह्यते खलु अतः एव शिशुना अपि मातरं गृहीतुं शक्यते शिशोः किं ज्ञानमस्ति किमपि नास्ति शिशौ किमपि ज्ञानं नास्ति तथापि प्रत्यक्ष इन्द्रियमस्ति इति कृत्वा मातरं पश्यति शिशुः तेन ज्ञायते भवतु तर्हि प्रत्यक्षज्ञानं सादृश्यज्ञानं गवयप्रत्यक्षज्ञानमेव सादृश्यज्ञानम् इति कथ्यते अस्माकम् अपेक्षा अस्माकम् अपेक्षा विना प्रत्यक्षज्ञानं भवति अस्माकम् अपेक्षा विना इति मा वदतु अन्यस्य ज्ञानस्य अपेक्षा विना अन्यस्य ज्ञानस्य अपेक्षा अस्माकम् अपेक्षा विना प्रत्यक्षं न भवति इति मा वदतु भवान् यदि भवती तत्र उपविशति अहं भवत्याः पुरतः आगच्छामि इति चिन्तयतु किन्तु भवत्याः मनसि अन्यत् किमपि चिन्तनं जायमानमस्ति चेत् तत्र मां पश्यति किम् न पश्यति इति कृत्वा अस्माकम् अपेक्षा इति मा वदतु अन्यस्य ज्ञानस्य अपेक्षा नास्ति प्रत्यक्षार्थं किन्तु अन्येषां ज्ञानानां प्रत्यक्षस्य आवश्यकता अपेक्षा अस्ति अनुमानज्ञानं प्रत्यक्षज्ञानं विना न जायते उपमानज्ञानं प्रत्यक्षज्ञानं विना न जायते शाब्दबोधः कथं भवति इति अनन्तरं पश्येम तदेव अग्रिमखण्डः भवतु तर्हि उपमितिज्ञानार्थं ज्ञानद्वयम् आवश्यकं प्रथमम् अतिदेशवाक्यार्थस्मरणं द्वितीयं सादृश्यज्ञानम् इति ज्ञानद्वयमस्ति अपि च अतिदेशवाक्यार्थस्मरणं कथं जायते इति चेत् यदा प्रत्यक्षज्ञानं भवति सादृश्यज्ञानं भवति तदनन्तरं सादृश्यज्ञानेन संस्कारस्य उद्बोधः जायते तेन स्मरणात्मकज्ञानम् आत्मनि जायते तदर्थं तदनन्तरं तत्र शक्तिग्रहः भवति उपमितिः जायते इति क्रमः तर्हि अस्मिन् परिच्छेदे किमुक्तम् इति चेत् यस्मिन् केवलम् अतिदेशवाक्यार्थस्मरणमेव अस्ति न तु सादृश्यज्ञानं तस्मिन् उपमितिः न जायते तर्हि उपमित्यर्थं सादृश्यप्रत्यक्षस्य अस्ति अपेक्षा इति उक्तम् अस्तु रमेश महोदय अग्रिमपरिच्छेदं वदतु महोदय केवलं सादृश्यप्रत्यक्षं तु अकिञ्चित् करम् एव कदाचित् प्राणिसङ्ग्रहालये वयं गच्छामः तत्र मर्कटसादृश्यम् एकस्मिन् पिण्डे गोसादृश्यं परस्मिन् पिण्डे व्याघ्रसादृश्यं च ततो अपि अन्यस्मिन् चक्षुषा गृह्यते न हि तत्र शक्तिग्रहः आनुभविकः अतः तत्र गमनात् प्राक् मर्कटसदृशः चिम्पाञ्जीपदवाच्यः गोसदृशी नीलगौः व्याघ्रसदृशः चित्रकः इति तत्र तत्र अतिदेशवाक्यार्थबोधः तत् जन्यः च संस्कारः आत्मनि आवश्यकः एव तत्र केवलं सादृश्य प्रत्यक्षम् अस्ति चेत् किम् उपमितेः जन्मं भवति वा इति प्रश्नस्य उत्तरं दत्तमस्ति तत्र केवलं सादृश्यप्रत्यक्षम् अस्ति चेत् उपमितिः न उपमितेः जन्मं न भवति इति दत्तमस्ति. उपमितिः न जायते. उपमितिः न जायते. यदि अतः उदाहरणं दत्तमस्ति, यदि मर्कटसादृश्यम् एकस्मिन् पिण्डे वयं तस्य दर्शनं भवति तर्हि तत्र उपमितिः न जायते. यदि मर्कटसदृशं किमर्थं न जायते तत्र मर्कटसदृशः किम् इति न वयं तस्य ज्ञानं नास्ति. तर्हि यदि पद तस्य संज्ञा का इति न ज्ञातं. हा संज्ञी ज्ञातं. संज्ञी ज्ञातं किन्तु संज्ञा न ज्ञातम्. अतिदेशवाक्यार्थं यदा शृणुमः तदा संज्ञा ज्ञातं न तु संज्ञी. गोसदृशः गवयः इति आरण्यकेन यदा उक्तं तदा संज्ञा गवय इति संज्ञा ज्ञातं न तु संज्ञी. किन्तु इदानीं किं संज्ञी ज्ञातं प्रत्यक्षेन संज्ञी ज्ञातं. सा च सः संज्ञी मर्कटसदृशः अस्ति इति अपि ज्ञातम्. किन्तु तस्य नाम का संज्ञा न ज्ञातं. चिम्पान्जी इति न ज्ञातम् इति कृत्वा उपमितिः न जायते इति उक्तम्. अस्तु अग्रे महोदय. तदेव तत्र दत्तमस्ति तज्जन्यः च संस्कारः इत्युक्ते आतिदेशिकवाक्यार्थबोधः प्रथमं भवेत् तत् तेन संस्कारः जायते. संस्कारेण यदा वयं मर्कटः सादृशः पश्यामः तत्र मर्कटः सादृशः इदं यत् अस्ति तत् चिम्पान्जी पदवाच्यः इति ज्ञानं भवति. हा तर्हि यदा अहं चिम्पान्जीं पश्यामि तस्मात् पूर्वं मर्कटसदृशः चिम्पान्जी इति केनापि उक्तं चेत् तदनन्तरं सादृश्यज्ञानं भवति चेत् तदा उपमितिः जायते. गते वर्गे मया एकं वाक्यम् उक्तं प्रायः तद्दोषाय. इत्युक्ते सादृश्यज्ञानं भवति इति मया उक्तं खलु. तत्र गौः अपि च गवयः उभयमपि मम पुरतः अस्ति चेदेव सादृश्यग्रहणं भवति इति मया उक्तं तद्दोषाय. इत्युक्ते पूर्वं गोः ज्ञानमस्ति. गवी के अवयविशेषाः सन्ति इति मया ज्ञातम्. इदानीं गवयमहं पश्यामि तर्हि केवलं गवयस्य प्रत्यक्षज्ञानम् एव भवति इति न, तस्मिन् सादृश्यज्ञानमपि भवति. यद्यपि गौः इदानीं मम पुरतः नास्ति तथापि सादृश्यज्ञानं भवति. तर्हि सामान्यप्रत्यक्षज्ञानम् अपि च सादृश्यज्ञानं उभयोः मध्ये किञ्चित् भेदः अस्ति. रमेश महोदय तस्मिन् विषये किञ्चित् वदति वा? हा यदि सादृश्यज्ञाने सादृश्यज्ञानं यदि जायते तत्र प्रथमं यस्य सादृश्यम् अस्ति तस्य ज्ञानमपि भवेत्. तर्हि गोः ज्ञानं भवेत् तत्पश्चात् प्रत्यक्षं भवेत् यद् गोः इव अस्ति गौः इव अस्ति तस्य प्रत्यक्षम् अपि भवेत्. हा उत्तमं बहु उत्तमं महोदय. तर्हि तत्रैव किञ्चित् दोषः कृतः मया किन्तु इदानीं परिष्कृतम्. अस्तु तर्हि यदि नूतनवस्तुम् अहं प्रदर्शयामि स च वस्तु तत् तस्मिन् सादृश्यमेव नास्ति. कम्प्लीट्लि न्यू आब्जेक्ट् इट् डस् नाट् इट् इस् कम्प्लीट्लि डिसिमिलर् टु एनिथिङ्ग् तदा प्रत्यक्षज्ञानं जायते. किन्तु सादृश्यज्ञानं जायते वा इति चेत् न. किन्तु सादृश्यज्ञानं यदा भवति इति चेत् पूर्वं मया मर्कटः दृष्टः, इदानीं चिम्पान्जीं पश्यामि. तर्हि पूर्वं मया मर्कटः दृष्टः इति कृत्वा तेन संस्कारः जातः. तर्हि तत्र संस्कारस्य उद्बोधः जायते. तेन किं भवति? एषा व्यक्तिः मर्कटसदृशः अपि अस्ति इति प्रत्यक्षेनैव गृह्यते. भवतु तर्हि आहत्य उपमितिज्ञानार्थम् अतिदेशवाक्यार्थस्मरणम् अपि च सादृश्यप्रत्यक्षज्ञानम् उभयमपि आवश्यकम्। उभाभ्यां ज्ञानाभ्याम् उपमितिः जायते इति एकः विषयः। अपि च अतिदेशवाक्यार्थस्मरणं कथं जायते इति चेत्, यदा संस्कारः उद्बोधः भवति। संस्कारः कदा उद्बोधः भवति इति चेत्, सादृश्यप्रत्यक्षस्य अनन्तरम् उद्बोधः भवति। यथा पक्षधर्मतां दृष्ट्वा व्याप्तेः व्याप्तिज्ञानं व्याप्तेः व्याप्तिज्ञानस्य संस्कारस्य उद्बोधः यथा जायते, तथा सादृश्यप्रत्यक्षज्ञानस्य अनन्तरम् अतिदेशवाक्यार्थसंस्कारस्य उद्बोधः जायते, तेन स्मरणं भवति। स्मरणेन किं जायते? संज्ञासंज्ञोः मध्ये यः सम्बन्धः अस्ति तस्य ग्रहणं भवति। तत्र शक्तिग्रहः एव उपमितिः। किन्तु इदानीं शक्तिग्रहः कथं जातम् इति चेत्, शाब्दबोधे भिन्नरीत्या शक्तिग्रहः भवति, किन्तु इदानीम् अतिदेशवाक्यार्थस्मरणम् अपि च प्रत्यक्षज्ञानं, नो चेत् अत्र यदि मम पौत्रः आगच्छति इति चिन्तयतु, तर्हि प्रथमवारं सः घटं पश्यति, एतत् किम् इति सः पृच्छति, तर्हि घटं प्रदर्श्य, तस्मात् पुरतः घटं प्रदर्श्य, अस्य नाम अस्ति घटः इति यदि अहं वदामि, तत्र उपमितिः इति न, केवलं घटं प्रदर्श्य अहं वदामि अस्य नाम अस्ति घटः। यथा अस्मा परिचयं दद्मः खलु अस्माकं मित्राणाम्, एषः मम मित्रम्, अस्य नाम अस्ति रमेशः इति। तर्हि तत्र रमेशः इति संज्ञा, रमेशः इति व्यक्तिः संज्ञी, तयोः मध्ये यः सम्बन्धः अस्ति शक्तिः, तस्य ग्रहणं केन प्रमाणेन जातम् इति चेत्, शब्देन जातं, शब्दप्रमाणेन जातं, किन्तु तादृशं नास्ति अत्र उपमितिः इति भेदः वर्तते। अस्तु, स्वामी महोदय अग्रे पठति वा? सति तु संस्कारे सति तु संस्कारे पिण्डे सादृशस्य चक्षुषा ग्रहणे च वाक्यार्थस्मरणं भवति, ततश्च तत्र तत्र शक्तिग्रहाः जायन्ते। चिम्पाञ्जीत्वजातिविशिष्टः चिम्पाञ्जी पदवाच्यः नीलगोत्वविशिष्टा नीलगोपदवाच्या चित्रकत्वजातिविशिष्टः चित्रकपदवाच्यः इति एवं विधाः। तत्तु संस्कारे तत्तत्पिण्डे सादृश्यस्य चक्षुषा ग्रहणे च वाक्यार्थस्मरणं चक्षुषा ग्रहणे च महोदय, संस्कारः तु पूर्वमस्ति, तदनन्तरं यदा वस्तु तत् संस्कारः इत्युक्ते कस्य संस्कारः? स्मरणसंस्कारः इत्युक्ते स्मरणम् इति कृपया मा वदतु। संस्कारानन्तरं स्मरणं जायते, स्मरणज्ञानं। संज्ञा संज्ञसम्बन्धः महोदय, तस्य तत् संस्कार नास्ति। संज्ञासंज्ञज्ञानं जातं चेत् तत्र इदानीं उपमित्येः आवश्यकता एव नास्ति। अस्तु, सादृश्यज्ञानं न, अत्र सति तु संस्कारे, अत्र संस्कारः कस्य ज्ञानस्य संस्कारः उक्तः? शब्दज्ञानं, अतिदेशवाक्यार्थ शाब्दज्ञानमस्ति खलु, गोसदृशः गवयः इति शाब्दज्ञानम्। गोसदृशः गवयः इति अधिदेशवाक्यं तस्य वाक्यस्य अर्थः शाब्दबोधेन जायते तस्य ज्ञानस्य संस्कारः सत्यं महोदय संस्कृते सम्यक् न अस्तु सति तु तादृशसंस्कारे तदनन्तरं तत्तत् पिण्डे चक्षुषा ग्रहणे सादृश्यस्य चक्षुषा ग्रहणे यदा सः पिण्डं पश्यति सादृश्यज्ञानं वाक्यार्थस्मरणे भवति न न अत्र किमस्ति इति सति तु संस्कारे तर्हि संस्कारः आवश्यकः अस्ति विना संस्कारः विना संस्कारम् अत्र स्मरणं न भवति खलु वाक्यार्थस्मरणं न भवति महोदय न भवति किन्तु केवलं संस्कारः अस्ति चेत् वाक्यार्थस्मरणं भवति वा न सदृश प्रत्यक्षज्ञानम् आवश्यकं खलु केवलं प्रत्यक्षज्ञानं भवतु अत्र किञ्चित् सूक्ष्मविषयः अस्ति भवतु गते संवत्सरे अद्य अस्मिन् संवत्सरे नास्ति लास्ट् इयर् यदि मया उक्तं गोसदृशः गवयः इति मया उक्तम् इति चिन्तयतु भवता अपि श्रुतम् अवगतमपि तेन संस्कारः जातः इदानीं भवान् गवयं पश्यति तर्हि प्रत्यक्षज्ञानमस्ति संस्कारः अपि अस्ति किन्तु किं नास्ति सादृश्यज्ञानं नास्ति हा इत्युक्ते प्रत्यक्षज्ञाने तत्र सादृश्यम् अपि तेन गृहीतव्यम् सादृश्यं गृहीतं चेद् एव इत्युक्ते सः पश्यति गवयं पश्यति गवयं दृष्ट्वा एतद् मम गौः अस्ति खलु तत् सदृशम् अस्ति इति तस्मिन् मनसि तत्र प्रत्यक्षे तादृशज्ञानमपि आवश्यकम् इत्युक्ते केवलं गवयं दृष्ट्वा एवमेव दृष्ट्वा अग्रे गच्छति चेत् तत्र उपमितिः न जायते खलु इति कृत्वा संस्कारः आवश्यकः अस्ति प्रत्यक्षज्ञानमपि आवश्यकमस्ति तत्र किं विशिष्टं प्रत्यक्षज्ञानम् इति चेत् सादृश्यम् अपि प्रत्यक्षेण गृहीतव्यं तदा एव संस्कारस्य उद्बोधः जातः अस्तु अहं पश्यामि गवयं पश्यामि एतद् एषः गवयः गोसदृशः अस्ति इति प्रत्यक्षेन प्रथमं मया ज्ञातव्यं तर्हि तस्य अस्य नाम किम् स्मरणे आगतं केनापि मयि उक्तं तत्र गोसदृशः गवयः इति तर्हि इदानीं गवय इति पदं मम स्मरणे आगतं सादृश्यज्ञानं प्रत्यक्षेन प्राप्तं गवय इति शब्दः अपि इदानीं स्मरणे आगतं तदनन्तरं ओ एषः गवयः इति ज्ञानं यदा जायते इत्युक्ते संज्ञा गवय इति संज्ञा मम पुरतः या व्यक्तिः अस्ति गवयः इति व्यक्तिः तयोः मध्ये सम्बन्धः ओ इदानीम् अवगतं यद् गते संवत्सरे तेन उक्तं गोसदृशः गवयः हिमालयेषु विद्यते इति यदुक्तं तत् तस्य स्मरणं तत्र सादृश्यज्ञानं न भवति चेत् संस्कारस्य उद्बोधः न जायते तर्हि संस्कारः अस्ति शब्दः श्रुतः वाक्यं श्रुतं तेन संस्कारः जातः गवयमपि प्रत्यक्षेन पश्यामि किन्तु सादृश्यं न पश्यामि चेत् ओ इट् इस् लैक् सम्थिङ्ग् दट् ऐ हेव् सीन् लैक् वि से यु नो वि सी पीपल् अण्ड् वि से you remind me of somebody ha tarhi tatra sadrishya gnanam api bhavet तदा एव यदा अस्माकं मनसि एतादृशचिन्तनं भवति तदा तत्र संस्कारस्य उद्बोधः जायते. देन् आर् मैण्ड् बिकम्स् वेरि आक्टिव्. देन् इदानीम् अवगच्छामि, गोसदृशः गवयः इति उक्तम्. अस्तु, एषः एव गवयः, मम पुरतः यदस्ति एषः एव गवयः इति. गवय इति शब्दः पदं, गवय इति व्यक्तिः, तयोः मध्ये सम्बन्धः, संज्ञासंज्ञीसम्बन्धः, सम्बन्धस्य ग्रहणं यदा मया क्रियते तदेव उपमितिः इति. अस्तु, अग्रिमः पठतु महोदय. ततश्च तत्र तत्र शक्तिग्रहाः जायन्ते. न, तत्सर्वं चिन्तितम्. अग्रे तदेतत् सर्व ओ तदेतत् तदेतत् सार्थक्यं न्यायवार्तिकटीकादि प्रतिपादितं निरूपितम् इति सर्वं चतुरस्रं महोदय. चतुरस्रं फोर् सैडेड् वा? न न, फोर् सैडेड् इति नास्ति, इत्युक्ते कम्प्लीट्लि डिस्कस्ड् निरूपितं सर्वं सामञ्जसम् इति. तदेतत् सार्थक्यं न्यायवार्तिक टीकाकादि टीकादि प्रतिपादितं निरूपितम् इत्युक्ते अत्र तर्कसङ्ग्रहे केवलं तावदेव उक्तम्, उपमितिकरम् उपमानं संज्ञासंज्ञसम्बन्धज्ञानम् उपमानम् इति. किन्तु अत्र क्रमः उक्तः खलु, तत्सर्वम् इत्युक्ते प्रथमं किं ज्ञानं जायते, तदनन्तरं कस्य उद्बोधः जायते, तेन किं जायते, तत्र क्रमः कः इति, एतत् सर्वं कुत्र उक्तमिति चेत् न्यायवार्तिकटीका इति ग्रन्थः अस्ति. तेषु ग्रन्थेषु प्रतिपादितं यत् तद् अत्र निरूपितं मया, उक्तं मया इति उक्तम्. अस्तु इति उपमानखण्डः समापितः. तर्हि अत्र प्रक्रिया का इति मनसि भवेत्. कथं जायते ज्ञानं? प्रथमं किं जायते, तदनन्तरं किं जायते, तदनन्तरं किं जायते इति. वस्तुतः अत्र इतोपि किञ्चित् चिन्तनीयं भवति. इत्युक्ते इदानीम् अहं प्रदर्शयामि, मम स्वचिन्तनं प्रदर्शयामि. गते संवत्सरे मया श्रुतः, लास्ट् इयर् ऐ हर्ड्, गोसदृशः गवयः इति. तेन संस्कारः जातः, मयि आत्मनि संस्कारः अस्ति. इदानीं गवयं पश्यामि प्रत्यक्षेन, तत्र सादृश्यं यदा पश्यामि तदा संस्कारस्य उद्बोधः जायते. तेन गवय इति पदस्य स्मरणं भवति. तेन गवयपद गवयम् इति पदः पदम् अपि च मम पुरतः या व्यक्तिः अस्ति तयोः मध्ये सम्बन्धः मया गृहीतः भवति. किन्तु सादृश्यं कथं जायते, सादृश्यज्ञानं कथं जायते इत्युक्ते चक्षुषा एव जायते प्रत्यक्षं. किन्तु तत्र सादृश्यं कथं गृहीतं भवति? संस्कारं विना सादृश्यं गृहीतं भवितुं शक्यते वा इति प्रश्नः मम मनसि अस्ति. अत्र द प्रक्रिया इट् इस् नाट् इन् मै ओपिनियन् कम्प्लीट्. सी, अन्लेस् यु रिमेम्बर्, no, in fact you don't even have to remember, you have, if you remember seeing cow, that is enough. If you remember seeing cow and you are now seeing gavaya, naturally there is an akanksha that comes into the mind. Oh, this looks like something. Now why does that akanksha come? तस्य उत्तरम् अत्र न उक्तं, न चिन्तितं. बहुवारम् अत्र बहूनि प्रत्यक्षज्ञानानि जायन्ति एव, सर्वत्र सादृश्यज्ञानं भवति इति नास्ति खलु. वि आर् सीयिङ्ग् सो मेनि थिङ्ग्स् एव्रिडे, न्यू थिङ्ग्स् वि आर् सीयिङ्ग् एव्रिडे. डु वि रियलि फार् ईच् ऐटम् डु वि स्टाप् अण्ड् थिङ्क् वाट् दिस् ऐटम् इस् सिमिलर् टु वाट्, दट् ऐटम् इस् सिमिलर् टु वाट् इति चिन्तनं नास्ति. महोदय, यदा तस्य एतत् किम् इति यदा ज्ञानं न भवति तदा सादृश्यज्ञानं भवति एव इति अहं चिन्तयामि. हा इत्युक्ते यदा अस्माकं मनसि आकाङ्क्षा अस्ति एतत् किम् इति ज्ञातुम् आकाङ्क्षा अस्ति चेत् अपि च तत्र अत्र किञ्चित् सिमिलारिटि अस्ति चेत् एव उपमिति इति भवति ऐ थिङ्क् सो. तत्तु सत्यं तत्तु सत्यं, किन्तु सादृश्यज्ञानम् इत्युक्ते प्रत्यक्षज्ञानमस्ति चेत् प्रत्यक्षेन सादृश्यज्ञानमपि भवति इति नास्ति. यद्यपि सादृश्यं प्रत्यज्ञेनैव गृह्यते किन्तु नियमेन यत्र यत्र प्रत्यक्षमस्ति तत्र सर्वत्र सादृश्यज्ञानम् अपि भवति इति नास्ति. तयोः मध्ये व्याप्यव्यापकभावसम्बन्धः अस्ति. यत्र यत्र सादृश्यमस्ति सादृश्यज्ञानमस्ति तत्र तत्र प्रत्यक्षं भवेत्, किन्तु यत्र यत्र प्रत्यक्षं तत्र तत्र सादृश्यम् इति नास्ति. वि आर् सीयिङ्ग् सो मेनि थिङ्ग्स् आन् द रोड् अस् वि गो. वि डोण्ट् लुकिङ्ग् अट् एव्री ऐटम् immediately there is no expectation that goes in our mind, what is this similar to, what is this, if we don't think, we just look at it and then we go. Jnanam tu bhavati eva, pratyaksha jnanam tu bhavati eva, but if there is a desire to know what is this, etat kim iti akanksha yada jayate tada eva sadrishye, then our mind starts look thinking about what does this looking similar. Then the first step is we say it looks similar to a cow, or if it is completely new item, it's a weird item which does not resemble anything, tarhi atra at least asadrishya jnanam api jayate, this does not look similar to anything, this is dissimilar to everything. But the dissimilarity, the perception of dissimilarity or similarity kada bhavati iti chet yada aakanksha asti tada eva bhavati etat kim iti aakankshaam vina tatra sadrishya jnanam bhavati pratyaksha jnanam tu bhavati kintu sadrishya jnanam na bhavati. So there is some more scope to think in the prakriya. That's all I wanted to say. Bhavatu astu agre gacheme. तर्हि इदानीं शब्दखण्डः. हा सति भव भगिनि आरब्धं करोतु भगिनि. आं महोदय, शब्दखण्डः. आप्तवाक्यं शब्दः. आप्तः तु यथार्थवक्ता, वाक्यं पदसमूहः, शक्तं पदम् अस्मात् पदात् अयम् अर्थः, अर्थः बोधव्यः इति ईश्वरसङ्केतः शक्तिः. अत्र आप्तस्य वाक्यम् आप्तवाक्यं तद् शब्दः. आप्तः तु यथार्थवक्ता. तर्हि शब्दः एतद् वाक्यं किं लक्षणवाक्यमस्ति? शब्दः नाम किं? शब्दस्य लक्षणं किम्? आप्तवाक्यं दण्डवती पृथिवी इति उक्तं, यथा संज्ञासंज्ञीसम्बन्धज्ञानम् उपमितिः इति उक्तं, चक्षुर्मात्रग्राह्यो गुणः रूपः इति यथा उक्तम्, एवं शब्दः इत्युक्ते किं लक्षणवाक्यं, शब्दस्य लक्षणं किम्? आप्तवाक्यं शब्दः इति. उत्तमम्. आप्तवाक्यम्, आप्तवाक्यम् इत्युक्ते आप्तस्य वाक्यम्. उत्तमम्. आप्तस्य वाक्यम् आप्तवाक्यं षष्ठी तत्पुरुष. तर्हि आप्तवाक्यम् इत्यत्र पदद्वयमस्ति खलु, आप्तः इति एकं पदं, वाक्यम् इति अन्यत् पदं. तर्हि आप्तः नाम किम्? आप्तस्य लक्षणं किम्? यथार्थवक्तुः, यथार्थवक्ता आप्तः. हा यथार्थवक्ता, यथार्थवक्ता इत्युक्ते किं? यः यस्य वाक्येन यत् सत्यम् उक्तवान् इति. इदानीं भवती न्यायवर्गे अस्ति खलु, अत्र एक्स्प्लेनेशन् अस्ति. प्रमायाः लक्षणं किम्? प्रमाज्ञानम् प्रमाज्ञानस्य लक्षणं किं यदा यदार्थज्ञानं लक्षणं लक्षणवाक्यम् आप्तवाक्यं शब्दः गन्धवती पृथिवी लक्षणवाक्ये तत्र अतिव्याप्तिः अव्याप्तिः इति एतत् सर्वं न भवेत् खलु तर्हि प्रमायाः लक्षणं किम् तद्वती तत् प्रकारयो प्रकारोऽयं न तद्वती तत् प्रकारकज्ञानम् तद्वती तत् प्रकारकज्ञानं उत्तमं खलु बहु उत्तमं भगिनि तद्वती तत् प्रकारकज्ञानं प्रमा तद्वती तत् प्रकारकज्ञानं यदि घटत्वं घटे पश्यामः तदा तत् प्रमा भवति यदि सर्पत्वं रज्जौ पश्यामः तद् भ्रम भवति खलु तद् अभावति तत्प्रकारकज्ञानं तत्प्रकारकज्ञानं सर्पत्वं तद् अभावति रज्जौ अहं पश्यामि रज्जौ किमस्ति रज्जुत्वमेव अस्ति न तु सर्पत्वं किन्तु सर्पत्वं रज्जौ अहं पश्यामि तदेव भ्रम तद् अभावति तत्प्रकारकज्ञानं तत्प्रकार तद्वती तत्प्रकारकज्ञानं प्रमा तदेव यथार्थज्ञानम् इति उच्यते ज्ञानं यथार्थज्ञानम् अयथार्थज्ञानम् इति द्विविधम् इति पठितं खलु आं पठितं यथार्थज्ञानम् इत्युक्ते किम् इति चेत् तद्वती तत्प्रकारकज्ञानं तत्प्रकारको ज्ञानं यथार्थज्ञानं तर्हि यथार्थज्ञानं यथार्थवक्ता इत्युक्ते किम् यथार्थ कथम् उक्तव्यं यः यथार्थम् उक्तवान् इति वा यः यथार्थं वदति हा इत्युक्ते घटत्वे घटमस्ति इति ज्ञानं प्राप्य अयं घटः इति यः वदति यस्य मनसि यथार्थज्ञानम् अस्ति इति यस्य आत्मनि आत्मनि यथार्थज्ञानम् यथार्थज्ञानम् अस्ति किन्तु सः तदेव वदति यस्य आत्मनि यथार्थज्ञानमस्ति किन्तु अनृतं वदति चेत् सः यथार्थवक्ता न भवति न भवति तदेव हा यथार्थज्ञानम् आवश्यकम् अपि च तदेव वक्तव्यमस्ति हा इति चेत् सः यथार्थवक्ता भवति सः एव आप्तः इति उक्तं यथार्थवक्ता यथार्थं वदति इति यथार्थवक्ता अस्तु अग्रे आप्तवाक्यं शब्दः इत्यत्र आप्त इति पदस्य अर्थः अवबुद्धः इदानीं वाक्यम् इति पदमस्ति तस्य अर्थः कः वाक्यं पदसमूहः वाक्यं नाम किं पदानां समूहः वाक्यम् उत्तमम् अत्रापि षष्टितत्पुरुषः पदानां समूहः पदसमूहः तर्हि इदानीं प्रश्नः उदेति पदमित्युक्ते किम् इति यथा आप्तस्तु यथार्थवक्ता यथार्थमित्युक्ते किं तद्वति तत्प्रकारकज्ञानम् इति यथा उक्तं तथा वाक्यमित्युक्ते पदानां समूहः तर्हि पदमित्युक्ते किम् शाक्तं पदम् इति दत्तमस्ति शाक्तं नास्ति शक्तं शक्तं पदम् ऐ थिङ्क् शक्ति तत्र अन्ते दत्तमस्ति शक्तिमत् इति अर्थः शक्तम् एकं द्वे त्रीणि तृतीयपरिच्छेदः अस्ति खलु तत्र शक्तिनिरूपणमिति अस्ति खलु तस्मादुपरि अन्तिमवाक्यं पश्यतु शक्तं शक्तिमत् इत्यर्थः शक्तिमत् इति मतु प्रत्ययः शक्तिः अस्मिन् अस्ति इति अय अस्य पदस्य आधारः अस्मात् पदात् अयमर्थः इति बोधव्यः तर्हि इदानीं शक्तिः इत्युक्ते का शक्तिः शक्तिमत् पदमस्ति खलु आम् तर्हि इदानीं शक्तिः इत्युक्ते का इति प्रश्नः उदेति शक्तिमत् कथं चिन्तनम् इति शब्दः इत्युक्ते किम् आप्तवाक्यं शब्दः तर्हि आप्तः कः यथार्थवक्ता आप्तः. वाक्यमित्युक्ते किं? पदसमूहः वाक्यं. पदमित्युक्ते किं? शक्तं पदं. शक्तिः इत्युक्ते का? वदतु. शक्तिः इत्युक्ते अस्मात् पदात् अयम् अर्थः बोधव्यः इति ईश्वरसङ्केतः शक्तिः. एतत् पूर्वं महोदयेन उक्तं खलु खडपदात् खडम् इत्यस्य अस्मात् पदात् घट इति पदात् अयमर्थः बोद्धव्यः. अर्थः इत्युक्ते पदार्थं पदवाच्य इति ईश्वरसङ्केतः. घटशब्देन घटः बोद्धव्यः इति केन निश्चितम्? ईश्वरेण निश्चितम्. ईश्वरेण निश्चितं सा एव शक्तिः. तर्हि पदे शक्तिः अस्ति. पदानां समूहः वाक्यम्. आप्तः यथार्थवक्ता. यदा आप्तः यथार्थवाक्यं वदति तत् श्रुत्वा तस्य नाम अस्ति शब्दः इति. तर्हि शब्दं श्रुत्वा किं ज्ञानं जायते इति चेत् शाब्दबोधं जायते. शाब्दज्ञानं शाब्दम् इति ज्ञानस्य यथा प्रत्यक्षम् इति प्रत्यक्षज्ञानस्य संज्ञा अस्ति. अनुमितिः इति अनुमानज्ञानस्य संज्ञा अस्ति. उपमितिः इति अस्ति. एवं शाब्दः शाब्दम् इति नाम ज्ञानस्य. शाब्दः नास्ति, शाब्दं ज्ञानं. केन जायते? शब्दः इत्यनेन जायते. अस्तु, बहु समीचीनं भगिनि. अग्रे रमेश महोदय निरूपितम् उपमानं सम्प्रति चरमप्रमाणलक्षणम् आह आप्तवाक्यम् इति शब्दः. चरमप्रमाणम् इत्युक्ते अन्तिमप्रमाणम् अस्ति. अस्तु, आहत्य कति प्रमाणानि सन्ति? चत्वारि सन्ति. प्रत्यक्षप्रमाणम्, अनुमिति, उपमिति, शाब्दप्रमाणम् इति. प्रमाणस्य नाम वक्तव्यं. भवान् ज्ञानस्य ज्ञानं नाम वदति. उपमानप्रमाणम्, अनुमानप्रमाणं, प्रत्यक्षप्रमाणम्, अनुमानप्रमाणम्, उपमानप्रमाणं, शाब्दप्रमाणम्. शब्दप्रमाणं नास्ति, शब्दप्रमाणम्. उत्तमं. प्रत्यक्षप्रमाणम्, अनुमानप्रमाणम्, उपमानप्रमाणं, शब्दप्रमाणम् इति चत्वारि प्रमाणानि. क्रमेण तैः प्रमाणैः जायमानज्ञानस्य नाम वदति वा? प्रत्यक्षप्रमाणेन किं ज्ञानं जायते? प्रत्यक्षज्ञानं जायते. एवम् अनुमिति अनुमितिः जायते. अनुमानप्रमाणेन अनुमितिः जायते. उत्तमम्. उपमानप्रमाणेन उपमितिः जायते. शब्दप्रमाणेन शाब्दज्ञानं जायते. उत्तमम्. अस्तु, इति चरमप्रमाणमस्ति, अन्तिमप्रमाणमस्ति. आप्यवाक्तम् आप्तवाक्यं शब्दः, शब्दः इति प्रमाणम्. अस्तु, अग्रे पठतु महोदय. शब्दः इति लक्ष्यनिर्देशः. तत्र किञ्चित् वदतु, वाक्यशः वदतु. लक्ष्यनिर्देशः इत्युक्ते किम्? लक्ष्यस्य निर्देशनं करोति शब्दः इति. इत्युक्ते शब्दः इति लक्ष्यम्. लक्षणं किं? शब्द इति लक्ष्यस्य लक्षणं किम्? यत्किमपि भवितुम् अर्हति खलु. लक्षणं अत्र लिखितमस्ति किल, आप्तवाक्यम् एव लक्षणम्. आप्तवाक्यं पृथिव्याः लक्षणं किम्? गन्धवती पृथिवी इति. गन्धवत्वम् इति पृथिव्याः लक्षणम्. सत्यं खलु. एवम् अत्र शब्दस्य लक्षणं किम्? आप्तवाक्यं शब्दः. हा, आप्तवाक्यम् इति लक्षणं, शब्दः इति लक्ष्यं, यथा गन्धवती इति लक्षणं, पृथिवी इति लक्ष्यमस्ति. तर्हि अत्र शब्दः इति लक्ष्यनिर्देशः, लक्ष्यं किम् इति उक्तं शब्दः इति पदेन, लक्षणं किम्? आप्तवाक्यम्. आप्तवाक्यम् इति लक्षणम्. अग्रे पठतु. तत् लक्षणम् उक्तम् आप्तवाक्यम् इति. अग्रे. आप्तस्य यद् वाक्यं तत् भवति प्रमाणम्. लक्षणे द्वे पदे वर्तते. तयोः प्रत्येकार्थनिरूपणे लक्षणार्थो निरूपितो भवति इति आदौ आप्तशब्दार्थम् आह आप्तस्तु यथार्थवक्तः इति. तत्र द्वे शब्दे स्तः पदे शब्दम् इति मा वदतु. इदानीं शब्दः इति पारिभाषिकशब्दः, बिकस् बिकम् टेक्निकल् वर्ड्. द्वे पदे स्तः. प्रथमं पदम् अस्ति आप्तः इति. आप्तः इत्युक्ते किम् इति अत्र दत्तम्. आप्तः इत्युक्ते कः इति दत्तमस्ति. यथार्थवक्तः वक्ता आप्तः. अग्रे. यः खलु यथार्थं जानाति सः एव सत्यं वक्तुं प्रभवति इति वक्तुः प्रमात्मकं ज्ञानम् आवश्यकम्. तर्हि प्रथमं आप्तुः यथार्थं वक्तव्यं चेत् तस्य तस्मिन् सत्य सत्यं सः सत्यं वक्तव्यम्, अपि च तस्मिन् प्रमात्मकं ज्ञानं भवेत्. उत्तमं. प्रमात्मकज्ञानं विना सत्यं न वक्तुं शक्यते खलु. किन्तु प्रमात्मकज्ञानम् अस्ति चेत् सत्यमेव वक्तव्यम् इति नियमः नास्ति. किन्तु प्रमात्मकज्ञानं विना सत्यं न वक्तुं शक्यते इति कृत्वा प्रमात्मकज्ञानम् आवश्यकम्. अग्रे. कश्चित् सम्यक् ज्ञात्वा अपि यदि परं वञ्चयितुम् इच्छति कथं सः सत्यं ब्रूयात्? अतः न प्रमाया अलम्. किन्तु सः अप्रतारकः भवेत्. अप्रतारकः भवेत्. प्रतारकः. तत् न बुद्धं. प्रतारकः भवेत् इति. न, प्रतारकः अप्रतारकः भवेत् इत्युक्ते तस्मिन् इच्छापि भवेत्. प्रमात्मकज्ञानमस्ति चेत् प्रमा एव वदति, यथार्थमेव वदति इति नास्ति. मयि अत्र एषा रज्जुः इति ज्ञानमस्ति, किन्तु भवती भयं कर्तुम् अहम् इष्टवान्, वञ्चितुम् अहम् इच्छामि, तर्हि एषः सर्पः इति अहं वदामि. यद्यपि मयि प्रमात्मकज्ञानमस्ति, एषा रज्जुः इति ज्ञानमस्ति, तथापि केवलं भयं कर्तुम् अत्र भयं कारयितुम् अत्र एषः सर्पः इति यदि अहं वदामि तदा अहम् अप्रतारकः भवति भवामि. अप्रतारकः भवामि अहं. वञ्चयिता भवामि. अस्तु, तर्हि यथार्थ आप्तः कः इति चेत् तस्मिन् प्रमात्मकज्ञानं भवेत्, अपि च अवञ्चकत्वमपि भवेत् इति इति अस्ति चेत् सः आप्तः भवति. हि शुड् नो वाट् इस् ट्रू एण्ड् हि शुड् नाट् हेव् एन् इण्टेन्शन् टु चीट्. सः आप्तः भवति. अस्तु, अग्रे महोदय. नैता न एतावत् आपल् आप् अलम् अपि अलम् न एतावता एतावत् अपि अलम् एतावता अपि अलम् एतावता अपि अलम् यतोहि किञ्चित् यथार्थज्ञानवान् न प्रतारयितुम् इच्छति परन्तु न सः वक्तुमपि इच्छति चेत् किं सः भवेत् आप्तः अभाषमाणस्य सः तावत् तर्हि इदानीं तृतीयदलं योजितं खलु आप्तस्य तृतीय सः वक्तुमपि तस्य वक्तुम् इच्छा अपि भवेत् विवक्षा अपि भवेत् विवक्षा अपि भवेत् वक्तुमिच्छावेव विवक्षा खलु सन् प्रत्ययः वक्तुमिच्छा विवक्षा तस्मिन् विवक्षा अपि भवेत् परमात्मकज्ञानं भवेत् सः अवञ्चकः भवेत् अपि च वक्तुमिच्छा अपि भवेत् अस्तु अग्रे अभाषमाणस्य कः तावत् शब्दः को वा तस्य प्रमाणविचारः प्रामाण्यविचारः अतः आदौ तस्य विवक्षा अपेक्ष्यते आहत्य च यः अवञ्चकः वक्तुमिच्छति निरूपणार्थं यथार्थज्ञानम् अपि तस्य अस्ति सः भवति आप्तः तादृशस्य आप्तस्य वाक्यं भवति प्रमाणशब्दः तर्हि सः अवञ्चकः भवेत् तस्मिन् विवक्षा वक्तुम् इच्छा अपि भवेत् यथार्थज्ञानमपि भवेत् सः एव आप्तः तेन यदुक्तमस्ति तदेव प्रमाणशब्दः भवति प्रमाणशब्दः इत्यस्य विग्रहवाक्यं वदतु कर्मधारया भवति इति अहं चिन्तयामि प्रमाणः शब्दः प्रमाणशब्दः उत्तमं बहु प्रमाणं च शब्दश्च प्रमाणशब्दः उत्तमं महोदय अस्तु धन्यवादः महोदय अग्रे स्वामिमहोदय पठति किम् महोदय नैतावत् अपि तत्सर्वं कृतम् अग्रिमपरिच्छेदः तत्र वाक्यलक्षणम् आह एकनिमिषं तस्मात् पूर्वं तर्हि भवता श्रुतं वा इति न जाने अस्तु आप्तः आप्तरि न आप्ते किं किं भवेत् प्रमाज्ञानं भवेत् महोदय न तु भ्रमम् अग्रिमम् अग्रिमं तस्य विवक्षा अपि भवेत् सम्यक् ज्ञानं द्वितीयम् उत्तमम् अनन्तरं मयि एषा रज्जुः इति प्रमात्मकज्ञानमस्ति रज्जुत्वं रज्जौ अहं पश्यामि तर्हि प्रमात्मकज्ञानमस्ति वक्तुम् इच्छा अपि अस्ति किन्तु किम् अहं वदामि एषः सर्पः इति अहं वदामि तर्हि अहम् आप्तः किं न तर्हि अवञ्चकः इति हा उत्तमम् अवञ्चकत्वे सति विवक्षावत्वे सति यथार्थज्ञानवान् आप्तः अस्तु अवञ्चकत्वे सति विवक्षावत्वे सति यथार्थज्ञानवान् आप्तः इति त्रीणि दलानि अस्तु अग्रे तत्र वाक्यलक्षणम् आह वाक्यं पदसमूहः इति वाक्यम् इत्युक्ते किं पदसमूहः पदस्य समूहः अग्रे पदसमूहः घटकज्ञानेन घटितज्ञानं घटकज्ञानेन घटितज्ञानं भवति इति नियमः तत् करणम् अपि चतुर्विधम् इति प्रत्यक्षखण्डगतपङ्क्तिव्याख्यानावसरे दर्शित एव तथा च समूहपदस्य प्रसिद्धार्थकत्वात् पदज्ञानेन वाक्यं ज्ञातं भवति इति पदस्य लक्षणम् आह शक्तं पदम् शक्तं शक्तिमत् इत्यर्थः. वाक्यम् इति लक्षणमस्ति. वाक्यं पदसमूहः. वाक्यमिति लक्षणं नास्ति, वाक्यं लक्ष्यमस्ति. वाक्यम् इति लक्ष्यस्य लक्षणं किम्? पदसमूह. हा, वाक्यमिति इति लक्षणमस्ति इति मा वदतु. वाक्यमिति लक्ष्यं, तस्य लक्षणं किं? पदसमूहः. अस्तु, अग्रे. महोदय, इण्टेण्ट् आफ् द पेसेज् शक्तम् इति किम् इति वा? हा, इत्युक्ते न, वाक्यम् इत्युक्ते पदसमूहः, पदम् इत्युक्ते किं? शक्तं पदम् इति उक्तम्. तस्मात् पूर्वं तन्मध्ये किमिचित् उक्तमस्ति, घटकज्ञानेन घटितज्ञानं भवति इति नियमः. तस्य अर्थः कः? न बुद्धं महोदय, अत एव अहं चिन्तयामि. घटकः न पाट्. अत्र घटक इत्युक्ते घट इति नास्ति. घटकज्ञानेन वाक्यं घटितम् अस्ति. केन घटितम्? महोदय, घटितम् इत्युक्ते उक्तम् इति वा? न न, मेड् इति अर्थः. घटितं मेड्. घटकज्ञानेन घटितज्ञानं भवति इति नियमः अस्माभिः पूर्वमेव पठितम्. वितौट् नोयिङ्ग् दि इण्डिविजुवल् मीनिङ्ग् आफ् दि इण्डिविजुवल् वर्ड्स् यु केनाट् अण्डर्स्टाण्ड् द मीनिङ्ग् आफ् द सेण्टेन्स्. कम्पोसिट् हा, उत्तमं. घटितम् इत्युक्ते काम्पोसिट्, घटकम् इत्युक्ते इण्डिविजुवल्स्. ओ, न बुद्धं. पार्ट्स्. घटकः इत्युक्ते पार्ट्स्, अवयवाः. घटितम् इत्युक्ते अवयवी. घटकेन घटितम् इति भवति, घटकैः घटितम्. इदानीं बुद्धं. हा, तत् करणमपि चतुर्विधम् इति प्रत्यक्षखण्डगतपङ्क्तिव्याख्यानावसरे दर्शितः एव. अस्तु, तथा च समूहपदस्य प्रसिद्धार्थकत्वात् वाक्यं ज्ञानं ज्ञातं भवति इति पदस्य लक्षणम्. आह, शक्तं पदम् इति. ओ, अस्तु. शक्तं पदम् इत्यस्य अर्थः कः? अग्रिमवाक्ये लिखितमस्ति खलु, पठतु. शक्तिमत्. हा, शक्तम् इत्युक्ते शक्तिमत् इति अर्थः. शक्तिमत् इत्यत्र कः प्रत्ययः अस्ति? मतु. हा, अस्य अस्मिन् वा? शक्तिः अस्मिन् अस्ति. पदे शक्तिः अस्ति. पदे शक्तिः अस्ति, नो चेत् पदस्य शक्तिः अस्ति. का शक्तिः? पदार्थं बोद्धुं शक्तिः अस्ति खलु. घटमानय इति अहं वदामि महोदय. घटमानय इति अहं वदामि, केवलं मया पदमेव उच्चारितं, किन्तु भवान् किं करोति? घटमानयति खलु. आनयति. आमां. हा, तर्हि घट इति पदं श्रुत्वा तस्य अर्थः कः इति बोधः जातः. बोधः जातः इति कृत्वा एव घटमानयति भवान्. तर्हि घट इति पदे तादृशशक्तिः अस्ति. अस्तु, तर्हि इदानीं शक्तिनिरूपणं, किञ्चित् समयः अस्ति, पश्यं. धन्यवादः महोदय. अग्रे महोदय, पुनः पुनः एकवारं, पूर्वं तु शक्तिः इत्युक्ते संज्ञा संज्ञा मध्ये सम्बन्धः इति उक्तम्. अत्र तदेव शक्ति. शक्तं पदं किं? शक्तं शक्तिः यस्मिन् अस्ति तत् पदं का शक्तिः पदार्थं बोद्धुं या शक्तिः अस्ति तर्हि तत्र शक्तिः इत्युक्ते किं पदपदार्थयोः मध्ये सम्बन्धः अस्ति खलु सम्बन्धः अस्ति चेदेव तत्र घटम् इति पदार्थम् आनयति खलु सत्यं घट इति पदं घट इति पदार्थम् अनयोः मध्ये सम्बन्धः अस्ति सा एव शक्तिः तादृशशक्तिः कुत्र अस्ति पदे अस्ति अतः पदं शक्तं भवति शक्तिः महोदय तर्हि एक पारिभाषिकपदम् आम् आम् घट इति पदे शक्तिः घटम् इति पदार्थं बोद्धुं घटे इति पदे शक्तिः कथं जातं कथं प्राप्तम् कथम् इत्युक्ते ईश्वरसङ्कल्पः इति पूर्वं हा सत्यम् ईश्वर इच्छा एव कारणं तत्र अस्मात् पदात् अयमर्थः बोद्धव्यः इति ईश्वरसङ्केतः शक्तिः तादृशशक्तिमत् पदम् पदमत् पदवत् वाक्यम् इति अपि वक्तुं शक्यते पदानि यस्मिन् अस्ति तदेव वाक्यं खलु तर्हि शक्तिमत् पदं पदमत् पदवत् वाक्यं भवति तादृशवाक्यं यदि आप्तेन उक्तमस्ति तत् शब्दः भवति आप्तः नाम कः अवञ्चकत्वे सति विवक्षावत्वे सति यथार्थज्ञानवान् आप्तः तादृश आप्तेन यदि किमपि वाक्यमुक्तं तदेव पदं यदि आप्तः अस्ति तस्मिन् अवञ्चकत्वम् अस्ति वक्तुमिच्छापि अस्ति सः यथार्थज्ञानवान् अस्ति किन्तु पदपदार्थयोः मध्ये पदज्ञानं नास्ति इति तेन किमपि वक्तुं शक्यते किम् न महोदय इति कृत्वा आप्ते शक्तिज्ञानमपि आवश्यकं पदपदार्थयोः मध्ये इत्युक्ते ग्रामर् हि हेस् टु नो ग्रामर् आल्सो हि हेस् टु नो लाङ्ग्वेज् तदा एव समीचीनतया तेन वक्तुं शक्यते इत्युक्ते अहम् आप्तः अस्ति अस्मि अवञ्चकः अस्मि वक्तुमिच्छा अस्ति अत्र यथार्थज्ञानमपि अस्ति एषा रज्जुः इति इदानीं चैनीस् माध्यमेन वदतु इति चेत् मया किं वक्तुं शक्यते किमर्थं मया शक्ति अत्र चैनीस् माध्यमेन न वक्तुं शक्यते इति चेत् तत्र शक्तिज्ञानं नास्ति पदपदार्थयोः शक्तिज्ञानं मयि नास्ति इति कृत्वा मया न वक्तुं शक्यते अतः अत्र उक्तम् अस्तु भाषाज्ञानं महोदय द्वितीयप्रश्नः अपि अस्ति हा वदतु वदतु तर्हि सम्बन्धज्ञानम् ईश्वरसङ्कल्पितम् इति कथं वक्तुं शक्यते ईश्वर इति नैयायिकैः स्वीकृतम् कथं वक्तुं शक्यते इति चेत् कोऽपि केनापि सम्बन्धः करणीयः खलु यथा गते वर्गे मया उक्तं भवतः यदा भवता सन्यासं स्वीकृतं तदा भवतः नाम स्वामी रघुवीरानन्द इति भवतः गुरुणा उक्तं खलु सत्यं हा इति यथा अस्ति तर्हि तत्र घट इति शब्दः घट इति पदार्थः अनयोः मध्ये सम्बन्धः केन कारितः इत्यस्य इति प्रश्नस्य उत्तरं दातव्यं खलु लोके बहूनि पदानि सन्ति अत्र धातुपाठः पश्यामश्चेत् भूसत्तायाम् इति आरभ्य अत्र द्विसहस्रधातवः सन्ति तत्र भू इति धातोः अर्थः सत्ता इति केन निर्मितम् पाणिनिना कोऽपि भवेत् खलु विवक्षा वक्तुः तत्र भवेत् विवक्षा नास्ति चेत् एतत् सर्वम् अग्रे आयास्यति महोदय. इत्युक्ते शाब्दज्ञानार्थम् आकाङ्क्षा, योग्यता, आसक्तिः, तात्पर्यम् आम् इति चत्वारि कारणानि अपेक्षितानि सन्ति. तत्र विवक्षा मुख्यमस्ति. विवक्षा नास्ति चेत् अर्थबोधः न जायते. तर्हि वक्तुः इच्छा भवेत्. तर्हि घट इति पदेन घट इति पदार्थः भवतु, अर्थबोधः जायतु इति केनापि निर्णेतव्यं भवति खलु. सः कः इति चेत् ईश्वरः. ईश्वरः सर्वज्ञः अस्ति, सर्वशक्तिमान् अपि अस्ति इति नैयायिकैः स्वीकृतं. तर्हि एतदपि ईश्वरेण कृतम् इति वयं स्वीकुर्मः. तत्र शक्तिविषये, शक्तिनिरूपणे एतत् सर्वं वदति. अस्य पदस्य अयमर्थः भवतु इति शक्तिः, या शक्तिः अस्ति तत् केन निर्मितं, सा शक्तिः केन उत्पन्नम् इत्यत्र मतभेदाः सन्ति. नैयायिकाः वैयाकरणाः वदन्ति पदं नित्यम् इति. पदं नित्यं, शब्दः नित्यः इति वैयाकरणानां मतमस्ति. वैयाकरणाः अपि दार्शनिकाः एव. वैयाकरणानां मतानुसारं शब्दः नित्यः अस्ति. पूर्वमीमांसकानां मतानुसारमपि शब्दः नित्यः अस्ति. तर्हि नित्यः अस्ति चेत् तत्र कृतम् अत्र शक्तिः उत्पन्ना इति किमपि न वक्तव्यम्. तर्हि तत्र मतभेदाः सन्ति. अस्य पदस्य अयमर्थः भवतु इति केन निर्मितं, तत्र पदपदार्थयोः मध्ये सम्बन्धः अस्ति, सः नित्यः, केनापि न कृतः इति पूर्वमीमांसकाः वदन्ति. किन्तु नैयायिकाः किं वदन्ति, ईश्वरेण कृतं. तर्हि शक्तिः कार्यमस्ति, नित्यं नास्ति. केन कृतम्, ईश्वरेण कृतम् इति ते वदन्ति. ओ भवतु, समयः जातः अत्र सगेम. अग्रिमे वर्गे शक्तिनिरूपणम् इत्युक्ते शक्तिः, अस्य पदस्य अयमर्थः इति या शक्तिः अस्ति तस्मिन् विषये चिन्तनम्. अत्र सगेम. सर्वेभ्यः नमस्कारः, धन्यवादाश्च.